सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः। भगिनी सुभाषितं स्मारयतु। गुरुभ्यो नमः। विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यशत्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। गुरुभ्यो नमः। हरि ओम्। साधु भगिनी धन्यवादाः। पूर्वतनवर्गेषु भूतकालरूपाणि दृष्टानि, क्तवत्वन्तरूपाणां प्रसङ्गे वयं किञ्चित् चिन्तनं कृतवन्तः। क्तवत्वन्तरूपाणि लङ् रूपाणि अपि ज्ञातानि। तस्मिन् अवसरे क्रोधपिशाचः नाम्ना कथा आसीत्, कथा अपि समाप्ता। कथायाः प्रसङ्गे प्रदत्ताः प्रश्नाः अपि अवलोकिताः। वाक्यान्तरेण वदामि चेत्, आबहुभ्यः दिनेभ्यः भूतकालरूपाणां चिन्तनं कुर्वन्तः स्मः वयं, ततः अग्रे सरणीयं। किन्तु केचन ज्ञातव्याः अंशाः सन्ति इति कृत्वा अद्य तं पाठमेव पठामः। अष्टाशीतितमपुटपर्यन्तं समापितवन्तः। नवाशीतितमे पुटे अन्ये अभ्यासाः सन्ति, तत्सम्बद्धाः अभ्यासाः सन्ति। नवाशीतितमे पुटे अथवा एकोननवतितमे पुटे अपराः अभ्यासाः सन्ति, तान् अभ्यासान् कुर्मः अद्य। इत्युक्ते तेषु अभ्यासेषु ज्ञातव्याः केचन अंशाः सन्ति इति कृत्वा अद्य वयं नवाशीतितमं पुटं कुर्मः। त्रयाणाम् अभ्यासानां चिन्तनं कुर्मः। तदर्थं नवाशीतितमं पुटं पश्यन्तु। तत्र प्रश्ननिर्माणं कुरुता इति लिखितमस्ति, तस्मात् आरभ्य अद्य पठामः। आदौ गीताञ्जलिभगिनी भवती पठतु। द्वितीयबिन्दु, एतेषाम् उत्तराणां प्रश्ननिर्माणं कुरुत। एतेषां तु षष्ठी बहुवचन, उत्तराणां प्रश्ननिर्माणं कुरुत तु लोट् अस्ति। उत्तराणाम् अपि षष्ठी बहुवचनम्। एतेषाम् उत्तराणां प्रश्ननिर्माणम् इति कर्मपदं कुरुत। उत्तमं। मा धातोः रूपमेव मानं, किन्तु अत्र निर् इति उपसर्गः अस्ति इति कारणतः निर्माणम् इति भवति। तत् पदं ल्युडन्तपदमस्ति। कुरुत वदतु। कुरुत तु लोट रूपम् अस्ति। कुरुत लोट बहुवचनरूपम् अस्ति मध्यमपुरुषे, इत्युक्ते लोट् इत्युक्ते प्रार्थना आज्ञा एव। उत्तमं। प्रथमं वाक्यं, प्रथमं, त्रयः निबिडं वनं प्रविष्टवन्तः। त्रयः निबिडं वनं प्रविष्टवन्तः। निबिडं वनं कर्मपदं, तत्र विशेषणविशेष्यभाव, प्रविष्टवन्तः इति तु तवत् रूपमस्ति, बहुवचनरूपम् अस्तु। प्रश्न भवति, के के निबिडं वनं प्रविष्टवन्तः, अपि च के निबिडं वनं प्रविष्टवन्तः? अस्मिन् वाक्ये कति पदानि सन्ति? चत्वारि पदानि। तदर्थं चतुरः प्रश्नान् लेखितुं शक्नुमः खलु? अस्तु अस्तु। प्रथमतया उत्तरं दत्तवती, के निबिडं वनं प्रविष्टवन्तः इति प्रथमः प्रश्नः। के निबिडं वनं प्रविष्टवन्तः? त्रयः निबिडं वनं प्रविष्टवन्तः। ते के? त्रयः के? त्रयः के, सात्यकी, बलराम, कृष्ण च निबिडं वनं प्रविष्टवन्तः। उत्तमं। निबिडं वनं प्रविष्टवन्तः इति स्वीकृत्य प्रश्नवाक्यं वदतु। अस्तु, कीदृशवनं प्रविष्टवन्तः इत्युक्ते निबिडं वनं प्रविष्टवन्तः। उत्तमम्। कुत्र ते कुत्र प्रविष्टवन्तः? ते वनं प्रविष्टवन्तः. ईदृशवनं? निबिडं वनं. ते किं कृतवन्तः? ते वनं कृतवन्तः. साधु. अपि च अत्र वाक्यं कर्तरिप्रयोगे अस्ति. त्रयः प्रविष्टवन्तः. द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. यथा भवत्या उक्तं क्तवत्वन्तरूपम् अस्ति. अत्र इदमेव वाक्यं कर्मणि प्रयोगे वदामश्चेत् किं वदामः? त्रयः, त्रयेण अस्ति वा भगिनी पदं? त्रयेण, त्रिभिः. हा हा हा, बहुवचन, क्षम्यतां भगिनि. त्रिभिः वा, त्रिभिः, हा, त्रिभिः वा, त्रैः वा, तैः, त्रिभिः, निबिडं वनम्. अस्तु, त्रिभिः, हा, त्रिभिः, त्रिभिः निबिडं वनं तु निबिडं वनम् एव प्रथमविभक्ति अधुना. निबिडं वनं प्रविष्टं न प्रविश्यन्ते वा? तैः यादवैः अथवा त्रिभिः निबिडं वनं प्रविष्टम्. हा, निबिडं वनं प्रविष्टम्. किन्तु यक् अपि आयाति न कर्मणि किन्तु यक् योजयित्वा कर्मणि लट् रूपं भवति. किन्तु अत्र भूतकालरूपम् आनेतव्यम्. हा हा हा, लट् आयाति. अधुना तु भूतकालात्. हा, क्षम्यतां भगिनि, मम दोष. चिन्ता मास्तु. अत्र कर्मणि प्रयोगे अपि लट् रूपाणि भवन्ति, लङ् रूपाणि भवन्ति, सर्वाणि रूपाणि भवितुं शक्नुवन्ति. किन्तु अत्र वाक्ये भूतकालार्थरूपं वक्तव्यमासीत्. साधु. के वनं प्रविष्टवन्तः? कुत्र प्रविष्टवन्तः? कीदृशं वनं प्रविष्टवन्तः? ते किं कृतवन्तः? इति चतुरः प्रश्नान् लेखितुं शक्नुमः इति विषयः. साधु भगिनि. विमला भगिनी पूर्तिकरोतु. प्रविष्टीयमानः इति अपि वक्तुम् उच्यते. प्रविष्टीयमान, मान इति कुत्र आयाति? कर्मणि लट् रूपेषु भगिनी उक्तवती कर्मणि प्रयोगे यक् इति प्रत्ययः आयाति. अपि च कर्मणि प्रयोगे रूपम् आत्मनेपदिरूपं भवति. आत्मनेपदिरूपं भवति चेत् तत्र शाणजन्तरूपं सिद्ध्यति. भगिनी, कति जनाः निबिडनं प्रविष्टवन्तः इति अपि साधु न? साधु. तस्मिन् स्थाने एव के इति उक्तवती भगिनी. कति जनाः? साधु एव. संख्या अस्ति, तत्कारणेन कति इति पदं प्रयोजनम् उपयोगं कर्तुं शक्नुमः वा? साधु भगिनी, तत्र कर्मणि भूतकाले अप्रविश्येत इति अपि भवितुम् अर्हति वा? अप्रविश्यन्, अप्रविश्यत, अप्रविश्येत, अप्रविश्यन्त वा? अप्रविश्यन्त वा. आदौ कर्मणि लट् रूपं स्वीकृत्य तत्पश्चात् अडागमं कृत्वा वक्तव्यं. साधुरूपम् उक्तवती वा? पुनः वदतु रूपं किम्. अप्रविश्यत, अप्रविश्येत, अप्रविश्यन्त वा इति. अप्रविश्यत, अप्रविश्येताम्, अप्रविश्यन्त. कर्मणि लङ् रूपं किम् इति चिन्तनीयम्. इदानीं विमला भगिनी भवती करोतु. द्वितीयः वाक्यमस्ति. सात्यकिः प्रथमः प्रहरी संस्थितः. प्रथमतया कः प्रथमः प्रहरी संस्थितः? केन प्रथमः प्रहरी स्थिता स्थितम्? सात्यकिः कदा स्थितः? प्रथमप्रहरे सातैः किं कृतवान् भगिनी? वाक्यं पश्यतु. अस्मिन् वाक्ये यद्यपि चत्वारि पदानि सन्ति, एतानि पदानि सात्यकेः विशेषणानि भवन्ति. अस्मिन् वाक्ये कर्मपदं नास्ति. सर्वाणि पदानि सात्यकेः विशेषणानि एव. सात्यकिः प्रथमः, सात्यकिः प्रहरी, सात्यकिः प्रहरी सन्. अत्र सर्वे धातवः अकर्मकधातवः. स्थाधातुः अपि अकर्मकधातुः, अस्धातुः अपि अकर्मकधातुः एव. प्रश्नवाचकवाक्यं पुनः वदतु. कः प्रथमः प्रहरी संस्थितः? साधु वा भगिनि? कतमः कतमः प्रहरे सन् स्थितः इति अपि भवितुमर्हति. अत्र स्थितानां पदानां प्रसङ्गे किञ्चित् वदतु. सात्विकिः पुल्लिङ्गे प्रथमविभक्ति एकवचनं, भवत्या एव अद्यपि उक्तं प्रथम इति सात्विकेः विशेषणमिति. प्रथम अपि तदेव प्रथमतया इति वक्तुं शक्नुमः भगिनि, प्रथमतया सात्विकिः प्रहरी संस्थितः इति कृत्वा इत्युक्ते आरक्षः भूत्वा स्थितः इति यदा वयं स्वीकुर्मः, प्रथमतया सात्विकिः प्रहरी संस्थितः इति वक्तुं शक्नुमः किम्? प्रथमः इति पूरणप्रत्ययान्तशब्दः, तस्मिन् स्थाने प्रश्नवाचकपदं योजयित्वा वक्तुमिच्छामश्चेत् कतमः इति भवति. अपि च पूर्वमहम् उक्तवती एव प्रहरी इति नकारान्तशब्दः, प्रहरिन् इति प्रातिपदिकमस्ति. सन् सन् इत्यस्य प्रसङ्गे कोऽपि वक्तुमिच्छति वा? अस्तु, उत्तमं. यद्यपि विषयान्तरमेव, सन् इति पदस्य प्रसङ्गे किञ्चित् वक्तुमिच्छामि. अत्र सन् इति पदं पुंलिङ्गे अस्ति, शत्रुप्रत्ययान्तरूपम् अस्ति, अस् धातोः रूपम् अस्ति. सन् सन्तौ सन्तः इति रूपाणि भवन्ति प्रथमाविभक्ति त्रीणि रूपाणि. स्त्रीलिङ्गे सती सत्यौ सत्यः इति रूपाणि भवन्ति. नपुंसकलिङ्गे अपि भवन्ति रूपाणि. अत्र धातुः अस्ति अस् धातुः. अस् धातुतः रूपं कथं साधितं सन् इति प्रश्नः उदेति. साधारणतया शत्रन्तरूपाणां साधनार्थं मार्गद्वयमस्ति. एकः लघुमार्गः अस्ति, अन्यः मार्गः शास्त्रीयमार्गः अस्ति, शास्त्रीयपद्धतिः अस्ति. लघुमार्गः कः इत्युक्ते धातोः प्रथमपुरुष बहुवचनरूपं स्वीकर्तव्यम् आदौ. अस् धातोः प्रथमपुरुष बहुवचनरूपं सन्ति. सन्ति इत्यस्मिन् अन्ति इति सिद्धतिङ् प्रत्ययः. व्याकरणवर्गे वयं सर्वे पठितवन्तः खलु, तीतः अन्ति एते प्रत्ययाः सिद्धतिङ् प्रत्ययाः. मूलतिङ् प्रत्ययाः के? तिप् तस् झि इति मूलतिङ् प्रत्ययाः. तत्र झि इति प्रथमपुरुष बहुवचनप्रत्ययः, तस्य स्थाने झोन्तः इति सूत्रेण झा स्थाने अन्त् इति आदेशः भवति. अपि च झि इत्यत्र इकारः अस्ति खलु, तेन अन्तियोगः इ अन्ति इति रूपं तत्र सिद्ध्यति. इत्युक्ते एतावता प्रथमपुरुष बहुवचनसिद्धतिङ् प्रत्ययः अन्ति अस्ति. मूलतिङ् प्रत्ययेभ्यः सिद्धतिङ् प्रत्ययानां निर्माणं भवति इति एकः विषयः. सिद्धतिङ् प्रत्ययस्य निर्माणात् परं किं कुर्मः? धातुं स्वीकृत्य सिद्धतिङ् प्रत्ययान् योजयामः, तेन रूपं सिद्ध्यति इति तत्र विषयः. अत्र धातुः अस्ति अस् अस्ति, किन्तु अन्ति योजयामश्चेत् तत्र असन्ति इति भवति स्म, किन्तु अनिष्टं रूपं तत् रूपं. तत्र एकं विशिष्टं सूत्रमस्ति, श्नशोरल्लोपः. श्नशोरल्लोपः इति सूत्रेण तत्र अस् धातोः अकारलोपः भूत्वा केवलं तत्र दन्त्यसकारः एव तिष्ठति. सकारः योगः अन्ति सन्ति इति बहुवचनरूपं सिद्ध्यति. तादृशरीत्या अस् धातोः प्रथमपुरुष बहुवचनरूपं साधनीयं. तत्र अकारलोपः भवति अस् धातोः श्नशोरलोपः इति सूत्रेण. शत्रन्तरूपेषु तादृशं कार्यमेव भवति. इत्युक्ते तत्र झि प्रत्ययः, अपित् प्रत्ययः, तिप् तस् झि इति वदनेन तिप् प्रत्ययः, पित् प्रत्ययः, पित्वम् अस्ति, तत्र गुणः भवति धातोः आनुकूल्यमस्ति चेत्. झि प्रत्ययः पित्वं नास्ति, किन्तु सार्वधातुकप्रत्ययः, सार्वधातुकप्रत्ययः किन्तु अपित् प्रत्ययः. झि प्रत्ययः अस्ति इति कृत्वा तत्र गुणकार्यं न भवति इति एकः विषयः. अपि च सन्ति इति बहुवचनरूपं सिद्ध्यति. श्नशोरलोपः इति सूत्रेण तत्र अकारलोपः भवति. तादृशरीत्या एव अत्रापि शत्रन्तरूपेषु अपि अकारलोपः भवति इति कृत्वा प्रातिपदिकमस्ति सत्. सत् इति प्रातिपदिकं, किन्तु पुंलिङ्गे प्रथमपुरुष एकवचनरूपं सन् भवति. एतावत् लघुमार्गः कः इत्युक्ते प्रथमपुरुष बहुवचनरूपं स्वीकुर्मः चेत् अन्ति इति सिद्धतिङ् प्रत्ययः अस्ति खलु, तेन सन्ति इति रूपं सिद्ध्यति. तथा एव शत्रुप्रत्ययं स्वीकुर्मः चेत् तालवेशकारः लशक्व तद्धिते इति सूत्रेण अपगच्छति. ऋकारः उपदेशजुनुनासिके इत् इति सूत्रेण अपगच्छति, तत्र अत् अत् एव अवशिष्यते. प्रथमपुरुषबहुवचने सिद्धतिङ्प्रत्ययः अन्ति अस्ति, सः प्रत्ययः अपि सार्वधातुकः अपित् प्रत्ययः. अयं शत्रुप्रत्ययः अपि सार्वधातुकः अपित् प्रत्ययः. कथम् इत्युक्ते प्रथमपुरुषबहुवचनप्रत्ययः इव अयं शत्रुप्रत्ययः अपि अपित् प्रत्ययः अस्ति इति कारणतः तत्र गुणकार्यं न भवति. सन्ति इति रूपं तिङन्तरूपं, किन्तु शत्रुप्रत्ययान्तरूपं कृदन्तरूपम्. इत्युक्ते अत्र साम्यं किम् इत्युक्ते द्वयोः प्रसङ्गे प्रक्रिया तु समाना एव. इत्युक्ते द्वयोः प्रसङ्गे सार्वधातुकप्रक्रियां कुर्मः. सार्वधातुककृत् प्रत्ययेषु अन्यतमः एव शत्रुप्रत्ययः. शत्रुप्रत्ययस्य अवशिष्टभागः अत् अस्ति, अत् योजयामः. अत्र शत्रुप्रत्ययस्य निर्माणप्रसङ्गे अपि स्नशोरलोपः इति सूत्रेण अस् धातुतः अकारलोपः भूत्वा दन्त्यसकारः एव तिष्ठति. दन्त्यसकारः योगः अत् योजनेन सत् सत् इति प्रातिपदिकं सिद्ध्यति, किन्तु प्रथमाविभक्ति एकवचनरूपं सन् भवति. एतावत् मम आशयः तु प्रथमपुरुषबहुवचनसिद्धतिङ्प्रत्ययः अन्ति अस्ति, तस्य रूपं यथा साधयामः तादृशरीत्या एव शत्रुप्रत्ययान्तरूपमपि साधनीयं. तत्र अन्ति इति सिद्धतिङ्प्रत्ययं योजयामः, किन्तु शत्रुप्रत्ययस्य प्रसङ्गे अत् अत् इति शत्रुप्रत्ययस्य अवशिष्टभागः, तं भागं योजयामः. तेन आदौ प्रातिपदिकं सिद्ध्यति, तस्मात् स्त्रीलिङ्गे पुंलिङ्गे नपुंसकलिङ्गे रूपाणि साधनीयानि इति विषयः. एतावत् विमला भगिनी स्थितः वदतु. स्थितः स्थादातुः, तदपि स्थितः कीदृशं पदं प्रत्ययान्तं भगिनि? उत्तमम्. अत्र कथवत्वन्तरूपं योजयित्वा वदतु. उत्तमं, तदपि साधु एव. इदं वाक्यं कर्तरि प्रयोगे अस्ति, किन्तु कर्मणि प्रयोगे वक्तुमिच्छामश्चेत् सात्यकिना प्रथमेन सात्यकिना इति वक्तव्यं किं भगिनि? प्रथमेन सात्यकिना प्रहरी सन्. तत्र प्रहरी इति नकारान्तपदमस्ति इति कृत्वा प्रहरिणा इति भवति. प्रहरिणना सन् तत्र किं भवति? सन् इत्युक्ते तत्र प्रहरिणा भूत्वा स्थितं, तेन स्थितं स्थितं. तत्र लट् रूपम् अस्ति, स्थीयते. स्थीयते इति भवती किं कृतवती? स्थितम् इति उक्तवती. किमर्थं चेत् अकर्मकधातुः अस्ति इति कृत्वा एकवचने नपुंसकलिङ्गे उक्तवती, तदपि साधु एव. किन्तु स्थित इति पदं कृदन्तपदं, किन्तु तिङन्तपदमेव योजयित्वा वक्तुमिच्छामश्चेत् अत्र अस्थीयत इति रूपं भवति. किमर्थं चेत् स्था धातोः कर्मणि लट् स्थीयते इति रूपं भवति, किन्तु लङ् रूपं वक्तव्यमस्ति इति कृत्वा अस्थीयत इति रूपं भवति. साधु भगिनि, अग्रे वदतु. प्रश्नः अस्ति भगिनि, भवत्या यदुक्तं श्नसोरल्लोपः इति, तत् प्रथमपुरुषे न भवति किम्? अस्ति स्तः सन्ति इति अस्ति, अस्ति इत्यस्य अलोपः न भवति तत्र, न भवति. अदादिगणे अयं धातुः अस्ति, अदादिगणे मध्ये शप् विकरणप्रत्ययस्य लोपः भवति, लुक् भवति. अदिप्रभृतिभ्यः शपः इति सूत्रेण शप् प्रत्ययस्य लुक् भवति इति कृत्वा शपः प्रसक्तिः तत्र आदौ अस्ति, किन्तु तस्य लुक् भवति इति कारणतः तत्र किमपि कार्यं नास्ति. अस् धातुं स्वीकृत्य ति इति सिद्धतिङ्प्रत्ययं योजयामः. अकारस्य लोपं न भवति, यथा विवचने अस्ति सः सन्ति, सः सन्ति एष एतौ धातौ तु अकारस्य अलोपः भवति किल. अस्ति इत्यस्मिन् प्रसङ्गे अकारलोपः न भवति, किन्तु स्तः स्तः अपि च सन्ति तत्र श्नशोरलोपः इत्यस्य कार्यमस्ति. अस्तु भगिनि, साधु भगिनि. इदानीं गोमती भगिनी भवती करोतु. क्षम्यतां भगिनि, कतितमः वक्तुम् अर्हति रामः वा? कतितमः तत् दोषमस्ति किं? तत्र दोषः अस्ति, कतितमः? कतितमः इति नास्ति, कतमः इति एव वक्तव्यं. कतरः कतमः इति गोमती भगिनी भवती करोतु. आं करोमि भगिनि. पिशाचः मल्लयुद्धार्थम् आहूतवान्. पिशाचः अकारान्त प्रथमपुरुष एकवचनं पुल्लिङ्गशब्दं शब्दः. मल्लयुद्धार्थं मल्लयुद्धार्थम् इति मल्लयुद्धार्थ इति अकारान्तपदं तं द्वितीया विभक्ति एकवचनम्. आहूतवान् इति क्रियापदं ह्वे धातोः तवतु रूपं तवतु प्रत्ययं योजयित्वा आ उपसर्गपूर्व आहूतवान् इति रूपम्. प्रश्नः, कः मल्लयुद्धार्थम् आहूतवान्? पिशाचः किमर्थम् आहूतवान्? पिशाचः मल्लयुद्धार्थं किं कृतवान्? अस्तु, प्रश्नः सम्यक् वा भगिनि? तदेव साधु. एकवारं कर्मणि प्रयोगे वक्तुं. हा, पिशाचेन मल्लयुद्धार्थं आहूतं. पिशाचेन मल्लयुद्धार्थम् आहूतम् आहूतम् आहूतम् आहूतम् उत्तमम्. अत्र गते वर्गे अहं किञ्चित् उक्तवती आहूतवान् इत्यस्मिन् प्रसङ्गे. कोऽपि वक्तुमिच्छति वा? अहं वदामि भगिनि, आहूतवान् आ उपसर्गपूर्वक ह्वे धातु. ह्वे धातु भाविगणीयधातु. ह्वेन् इति औपदेशिकरूपं. स्पर्धायां शब्दे आह्वाने च इति अर्थः भवति. तत्र तवतु रूपम् अस्ति. प्रथमपुरुष एकवचनम् आहूतवान्. आ योग ह्वे योग तवतु. तत्र ह्वे वचि स्वपि यजादीनां किति इति सूत्रेण सम्प्रसारणं भवति. वकारस्य सम्प्रसारणम् अत्र वकारः ऊकारः भवति. हकारः उकारः एकारः तिष्ठति सम्प्रसारणानन्तरम्. अनन्तरं सम्प्रसारणात् च इति सूत्रं कार्यं करोति. तद् वदति, सम्प्रसारणात् अचि परतः पूर्वपरयोः स्थाने पूर्वरूपम् एकादेशो भवति. अत्र ऊकारः अस्ति, एकारः अस्ति. सम्प्रसारणात् अनन्तरं पूर्वरूपं तिष्ठति, उ एव तिष्ठति, एकारः अपगच्छति. अतः हु तवतु इति भवति. अनन्तरं हू भवति, दीर्घ हूकारः भवति. तत् हलः इति सूत्रेण. तद् सूत्रं वदति, अङ्ग अवयवाद् हलः परं यत् सम्प्रसारणं तदन्धस्य अङ्गस्य दीर्घ आदेशो भवति. अतः हू योगः तवतु, आ उपसर्गः, हू अनन्तरं तवतु. तवतु तत्र ककारः लशक्वत् अथिते इति सूत्रेण यत्संज्ञः संज्ञा भूत्वा तस्य लोपः भूत्वा अपगच्छति. उकारान्तः उपदेशे अजनुनाचरेत् इति सूत्रेण तस्यापि यत्संज्ञः भवति, तस्य लोपः तदपि लोपः भवति. तवदेव शिष्यति. आहूतवत् इति रूपं भवति. प्रथमपुरुष एकवचनम् आहूतवान् इति. उत्तमं, साधु उक्तवती, तदेव आहूतवान् इति तवत्वन्तरूपम् अस्ति. ह्वे धातुः अस्ति, एजन्तधातुः. एतावता अत्र सम्प्रसारणकार्यं वचिस्वपि यजादीनां किति किति इति लिखितमस्ति. वचिस्वपि यजादीनां किति किति इत्युक्ते कित् प्रत्यये परे आदौ सम्प्रसारणकार्यं तेन सूत्रेण भवति. तत्पश्चात् सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भवति, पश्चात् हलः इति सूत्रेण दीर्घादेशः भवति. त्रीणि सूत्राणि सन्ति. इदं कार्यं क्तान्तरूपेषु, क्तवत्वन्तरूपेषु, क्तिन् प्रत्यान्तरूपेषु अपि च कर्मणि लट् रूपमपि एवमेव सिद्ध्यति. इत्युक्ते कर्मणि लट् रूपम् आहूयते, आहूयते इति रूपं सिद्ध्यति. तत्रापि कर्मणि लट् कथं सिद्ध्यति? यक् इति प्रत्ययस्य योजनेन सिद्ध्यति. यक् प्रत्ययः कित् अस्ति, यक् इति कथनेन तत्र ककारः इत् संज्ञकः. यक् प्रत्ययः कित् अस्ति इति कारणतः कर्मणि लट् रूपेषु अपि इदमेव कार्यं भवति. इत्युक्ते आहूतः कृतान्तरूपम्, आहूतवान् कृतवत्वन्तरूपम्, आहूतिः क्तिन् प्रत्ययान्तरूपं, कर्मणि लट् रूपम् आहूयते, एतेषु कित् प्रत्ययेषु परेषु इमानि त्रीणि कार्याणि भवन्ति. साधु भगिनि, आहूतिः इति किम्? आहूतिः क्तिन् प्रत्ययान्तरूपम्. ओ अस्तु, अहं चिन्तयामि. आ इति उपसर्गः अस्ति, किन्तु धातुः अस्ति ह्वे धातुः. केतकी भगिनी भवती करोतु. क्वेश्चन् नम्बर् 4. कृष्णः हसन् युद्धम् आरब्धवान्. कृष्णः हसन् युद्धम् आरब्धवान्, कः आरब्धवान्? कृष्णः हसन् युद्धम् आरब्धवान्. कथं युद्धम् आरब्धवान्? हसन् युद्धम् आरब्धवान्. रैट् भगिनि? साधु, कः युद्धम् आरब्धवान् अथवा कः युद्धस्य आरम्भं कृतवान् अथवा कः युद्धस्य आरम्भणं कृतवान् अपि च कृष्णः किं कुर्वन्? कृष्णः हसन् युद्धम् आरब्धवान्. उत्तमम्. कृष्णः किं कुर्वन् युद्धम् आरब्धवान्? भवती जानाति वा आरब्धवान् इत्यस्मिन् स्थाने लङ् रूपं वक्तुं शक्नोति वा? लङ् रूपं न भगिनि. चिन्ता मास्तु. अत्र आ उपसर्गपूर्वकः रभ् धातुः अस्ति. रभते इति आत्मनेपदिरूपम् अस्ति. आरभत इति रूपं लेखितुं शक्नुमः. आरब्धवान् इत्यस्मिन् स्थाने आरभत इति अपि साधु एव. कृष्णः हसन् युद्धम् आरब्धवान् इदं वाक्यं कर्मणि प्रयोगे कथं भवति? प्रयत्न करोमि. कृष्णः हसन् युद्धम् आरब्धवान्. अत्र कर्मणि प्रयोगे अस्य वाक्यस्य परिवर्तनं कृत्वा वदतु भगिनि. अहं न जानामि, क्षम्यतां. चिन्ता मास्तु, किञ्चित् अहं वदामि. हसता कृष्णेन युद्धम् आरब्धम्. हसता कृष्णेन किं कृतम्? एवं हसता कृष्णेन युद्धम् आरब्धम् अथवा प्रश्नवाचकवाक्यं किं भवति? हसता कृष्णेन किम् आरब्धम्? किम् आरब्धम्? अग्रिमं वाक्यं करोतु. कृष्णः पिशाचम् उत्तरीयस्य अञ्चले बद्धवान्. कृष्णः किं करोति? कृष्णः पिशाचम् उत्तरीयस्य अञ्चले बद्धवान्. कृष्णः कस्य उत्तरीयस्य अञ्चले बद्धवान्? अत्र पश्यतु, अस्मिन् वाक्ये कति पदानि सन्ति? पञ्चशब्दानि भवति. अत्र कृष्णः इत्यस्मिन् स्थाने प्रश्नवाचकपदं स्थापयतु. किं कः पिशाचम् उत्तरीयस्य अञ्चले बद्धवान्? उत्तमं. पिशाचम् इत्यस्मिन् स्थाने प्रश्नवाचकपदं स्थापयतु. कृष्णः कस्य उत्तरीयस्य अञ्चले बद्धवान्? न, तत्र पिशाचम् इत्यस्मिन् स्थाने कम्. अस्मिन् वाक्ये इदं पदं कर्मपदमस्ति. कृष्णः कं बद्धवान्? पिशाचं बद्धवान्. न, पिशाचम् उत्तरीयस्य बद्धवान् भगिनि. कुत्र बद्धवान् इति अन्या वार्ता. अत्र कं बद्धवान्? बन्धधातुः सकर्मकधातुः अस्ति इति कृत्वा कृष्णः कं बद्धवान्? पिशाचं बद्धवान्. किमपि साधु भगिनि? किमपि साधु एव. किं बद्धवान् इतोपि स्पष्टतया वक्तुमिच्छामश्चेत् पिशाचः इति पुंलिङ्गपदमस्ति इति कृत्वा कं बद्धवान् इत्यपि साधु भवति. अञ्चले बद्धवान्, अञ्चले इत्यस्मिन् स्थाने प्रश्नवाचकवाक्यं किं भवति? कस्य कुत्र बद्धवान्? उत्तमम्. एतावता सः किं कृतवान्? एतावता कृष्णः पिशाचस्य उत्तरीयस्य अञ्चले बद्धवान्. अत्र पिशाचस्य किमर्थम् उक्तवती? पिशाचम् एव वक्तव्यम्. अत्र पश्यतु, पिशाचस्य उत्तरीयस्य इति न वदामः, पिशाचं बद्धवान् इत्युक्ते कृष्णः स्वस्य उत्तरीयस्य आञ्चले पिशाचं बद्धवान्. यस्, स्वस्य उत्तरीयस्य आञ्चले बद्धवान्. उत्तमम् भगिनि, अञ्चले विषये विस्तारं करोतु. अञ्चलः इति पुंलिङ्गशब्दः, किन्तु धातुतः निर्मितं पदमेव, किन्तु तत्र प्रत्ययः कः इति अहं सम्यक् न जानामि. अत्र अञ्चु इति धातुः अस्ति, धातुतः प्रत्ययः कः इति अहं सम्यक् न जानामि. अञ्चले बद्धवान् इत्युक्ते उत्तरीयस्य अन्तिमभागः किमपि भवितुमर्हति तत्र. सूर्यकुमारी भगिनी, भवती एव करोतु अग्रिमं वाक्यं. कृष्णः पिशाचम् अञ्चलतः निष्कासितवान्. चत्वारि पदानि सन्ति. कृष्णः प्रथमपुरुषे एकवचनम्, अकारान्तपुल्लिङ्गः. पिशाचं द्वितीय एकवचनं, पिशाचः अकारान्तपुल्लिङ्ग शब्दः. अञ्चलतः अञ्चलतः क्रान्तप्रत्ययं न अत्र गृहतः, शालातः, देवालयतः इत्यादिषु तः इति प्रत्ययस्य भागः अस्ति. प्रत्ययस्य भागः कुतः, इतः, ततः इत्यादिषु तसिल् इति प्रत्ययः अस्ति, किन्तु अन्येषु पदेषु तस् इति प्रत्ययः अस्ति. तस् प्रत्ययस्य योजनेन अञ्चलतः इति रूपं सिद्ध्यति. अयं तस् प्रत्ययः तद्धित प्रत्ययः इत्युक्ते प्रातिपदिकस्य प्रातिपदिकस्य भागः भवति. पुनः वदतु भगिनि. तस् इति प्रत्ययः अस्ति. तफ् तकार पकारः सकारः तस्. तप् साधारणतया गृहतः आगतवती, देवालयतः आगच्छति इति. अत्र अञ्चल इति प्रातिपदिकमस्ति. अञ्चल इति प्रातिपदिकात् तद्धित प्रत्ययः अस्ति, तस्य योजनेन अञ्चलतः पञ्चमी विभक्त्यर्थे अस्ति. प्रश्नवाचकवाक्यं वदतु. कः निष्कासितवान्? कृष्णः निष्कासितवान्. किं निष्कासितवान्? पिशाचम् अञ्चलतः निष्कासितवान्. कुतः निष्कासितवान्? अञ्चलतः. कृष्णः किं कुर्वन्? कृष्णः इति भवितुमर्हति. साधु उक्तवती तदेव. एवं रीत्या किञ्चित् परिवर्त्य वाक्यानि लेखितुं शक्नुमः. अग्रिमे अभ्यासे असमानार्थकं शब्दं विचुनुत इति लिखितमस्ति. इदानीं सुजाता भगिनी भवती करोतु. असमानार्थकं शब्दं विचुनुत. श्रीकृष्णः अच्युतः गुडाकेशः वार्ष्णेयः ऋषिकेशः. सो असमानार्थकशब्दमस्ति गुडाकेशः. कथं ज्ञातवती? अच्युतः कृष्ण एव, ऋषिकेशः कृष्णस्य नाम एव, गुडाकेशः अलग् अन्यत् पदम् अस्ति. साधु उक्तवती भगिनी. अर्जुनस्य नाम गुडाकेशः। उत्तमम्। अत्र पश्यन्तु, असमानार्थकं शब्दं विजुनुत इति सूचना अस्ति। शब्दः इति पुंलिङ्गशब्दः, किन्तु पदम् इति नपुंसकलिङ्गपदं, तत्र भेदः अस्ति। पदं नपुंसकलिङ्गपदं, शब्दः इति पुंलिङ्गशब्दः। अत्र ची धातुः सकर्मकधातुः अस्ति इति कृत्वा असमानार्थकं शब्दम् इति पदद्वयं द्वितीयाविभक्तौ अस्ति इति अत्र विषयः। विचिनुत वदतु। विचिनुत, वि उपसर्गः अस्ति, ची धातुः अस्ति, चिनुत मध्यमपुरुषबहुवचनमस्ति। उत्तमं। मध्यमपुरुष बहुवचनमस्ति। अत्र वि उपसर्गपूर्वकः चि धातुतः तत्र चिनु इति अङ्गं सिद्ध्यति। तत्र अयं धातुः स्वादिगणे अस्ति, स्वादिगणीयधातुः, पञ्चमगणः चि धातुः। तत्र स्वादिभ्यः श्नुः इति सूत्रेण श्नु इति विकरणप्रत्ययः आयाति। श्नु विकरणप्रत्ययः आयाति चेत् कार्यं किं भवति वदतु। गुणः भवति। श्नु इति विकरणप्रत्ययः अपित् अस्ति, अपित् अस्ति, गुणः न भवति। सार्वधातुकप्रत्ययः शित् अस्ति, अपित् अस्ति। चिन् प्रथमपुरुष एकवचनम् अस्ति, चिनोति, वो भवति, नु नो भवति। तत्र नो किमर्थं भवति इत्युक्ते तिङ् प्रत्ययं निमित्तीकृत्य गुणकार्यम्। अत्र भेदः अस्ति, श्नु इति विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं न भवति। किमर्थं चेत् स्वादिभ्यः श्नुः इति सूत्रेण श्नु विकरणप्रत्ययः सार्वधातुकः एव, किन्तु अपित् प्रत्ययः। तदर्थम् आदौ धातौ श्नु विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं न भवति, किन्तु तिङ् प्रत्ययं निमित्तीकृत्य गुणकार्यं भवितुमर्हति। किमर्थं चेत् प्रथमपुरुष एकवचनप्रत्ययः तिप् अस्ति, तिप् इत्युक्ते पित् अस्ति, पित्वमस्ति चेत् गुणः भवितुमर्हति इति कृत्वा चिनोति अथवा चिनोतु इति रूपाणि भवन्ति। किन्तु अत्र श्नु प्रत्ययः अपित् प्रत्ययः अस्ति इति कारणतः गुणकार्यं न भवति इति एकः विषयः। किन्तु अत्र रूपमस्ति लोट्लकाररूपमस्ति, मध्यमपुरुष बहुवचनरूपमस्ति। अत्र किं भवति इत्युक्ते चिनु इति अङ्गं सिद्ध्यति। किमर्थं चेत् चि धातुः अस्ति, श्नु इत्यस्मात् नु इति विकरणप्रत्ययस्य अवशिष्टभागः अत्र आयाति, चिनु इति अङ्गम् आयाति। किन्तु ता इति रूपं कुतः आगतः इत्युक्ते तत्र एकं विशिष्टं सूत्रमस्ति, तस्थस्थमिपां तां तं तामः इति सूत्रेण, तस्थस्थमितां तां तं तामः इति सूत्रेण मूल तिङ् प्रत्ययस्य स्थाने सिद्धतिङ् प्रत्ययस्य रूपं तत्र ता इति आयाति। एतावता मूलप्रत्ययाः के इत्युक्ते तिप् तस् झि, सिप् तस् थ। मध्यमपुरुष बहुवचन मूलतिङ् प्रत्ययः थ अस्ति, थ स्थाने तस्थस्थमिपां तां तं तामः इति सूत्रेण था स्थाने ता आयाति इति कृत्वा तत्र चिनुयोगः ता चिनुत। प्रत्येकस्मिन् लकारे सिद्धतिङ् प्रत्ययाः के इति आदौ ज्ञातव्यम्, आदौ अङ्गं साधनीयं, तत्पश्चात् सिद्धतिङ् प्रत्ययस्य योजनेन चिनुत इति रूपं सिद्ध्यति। तत्र चि धातुः चयने, सेलेक्षन् इत्यस्मिन् अर्थे अस्ति। अच्युतः अरविन्द महोदय वदतु। च्युति यस्य नास्ति सः अच्युत, नैतत्पुरुषतमस इति कृत्वा तस्मात् तत् प्रातिपदिकात् सः इति तसिल् प्रत्ययं च्युत् इति च्युति इति एव तस्य च्युत्यस्य च्युति नास्ति सः अच्युतः। उत्तमम्। अच्युतः इत्यस्मिन् पदे नैतत्पुरुषसमासः अस्ति। तत्र च्युत, च्युत इति पदं क्तान्तरूपमेव, क्ताप्रत्ययान्तरूपमेव, न च्युतः अच्युतः इति, यथा सत्यम् असत्यम् इव। अच्युतः इत्युक्ते नित्यः, वार्षणेयः वदतु। वृष्णिकुले जातः इति कारणेन वार्षणेयः। उत्तमम्। वृष्णिवंश सञ्जातः, वृष्णिवंश श्रेष्ठः इति अस्ति। गुडाकेशः इत्युक्ते गुटाका इत्युक्ते निद्रा, तस्य ईशः गुटाकेशः. निद्रा या गुटाक गुडाकग्रस्ता न भवति सः गुटाकेशः. अर्जुनान् निद्रां जीत्वा जीतवान् इति कृत्वा तस्य नाम अभवत् गुडाकेशः. उत्तमं, गुडाकेशः. ऋषिकेशः इत्युक्ते ऋषिः इति, ऋषिका इत्युक्ते इन्द्रिया, इन्द्रियाणाम् ईशः इति कारणेन ऋषिकेशः इति, इन्द्रियाणाम् ईशः इति एव अर्थः भवति ऋषिका. ऋषिका गुटाका समानमेव. ऋषिका इत्युक्ते इन्द्रिया, गुटाका इत्युक्ते निद्रा. गुटाका इत्युक्ते, गुटाका इत्युक्ते निद्रा एव, निद्रा एव. ऋषिका इत्युक्ते इन्द्रिया. हृषिकम् इत्युक्ते इन्द्रियम्. अस्तु, हृषिकम् इत्युक्ते हृष्यति अनेन इति. हृष्यति इति क्रियापदं दिवादिगणे अस्ति, दिवादिगणे अस्ति इति कृत्वा तस्य रूपं हृष्यति. यथा तुष्यति इव हृष्यति इति रूपमपि अस्ति. हृषिकानाम् ईशः हृषिकेशः, तत्र षष्टितत्पुरुषसमासः अस्ति अस्मिन् पदे इति विषयः. हृषिकेशः कृष्णः, गुडाकेशः अर्जुनः. अर्जुनः अग्रिमं वाक्यं स्वीकरोतु. मार्गः इत्युक्ते पथः, पन्थानम् अर्थः, अयनम् इति समानमर्थमेव, प्रगति अपि समानमेव, वर्त्मन् इति एव समानः. किन्तु स्मृति असमानार्थकः अस्ति. स्मृति इत्युक्ते प्रत्यभिज्ञा इति वक्तुं शक्यते इति कृत्वा तस्य मार्गस्य अपरनामं नास्ति. स्मृति नास्ति, श्रुति. अयनम् इति पदं नपुंसकलिङ्गपदम् अस्ति. अयनम् इत्युक्ते यथा भवता उक्तं मार्गः एव. अयनम् इति पदं ल्युट् प्रत्ययान्तपदम् अस्ति. तत्र भुवादिगणे एकः धातुः अस्ति गतौ इत्यस्मिन् अर्थे अय धातोः ल्युडन्तरूपम् अयनम् अस्ति. किन्तु प्रगतिः इति भिन्नं पदम् अस्ति. प्रगतिः इत्युक्ते, प्रगति इत्युक्ते वर्धने इति अर्थे, प्र उपसर्ग गति गम धातु प्र उपसर्गत्वात् प्रगति इत्युक्ते वर्धन, वर्धनार्थे भवति. उत्तमं, तदेव इत्युक्ते प्रगतिः इत्युक्ते भगिनी उक्तवती एव, प्रोग्रेस् अथवा डेवलप्मेण्ट् इति अर्थः अस्ति. नो चेत् संस्कृतभाषायां विकासः, विकासः इति पदमस्ति. चतुर्षु पदेषु पृथक् करणीयं किम् इत्युक्ते प्रगतिः इति पदमेव. प्रगतिः एव, प्रगतिः एव असमानार्थः, असमानार्थकं पदम्. उत्तमम्. अत्र वर्तमन्, वर्तमन् इति प्रातिपदिकम् अस्ति, नकारान्तप्रातिपदिकम् अस्ति. किन्तु प्रथमाविभक्त्यन्तं रूपम् अस्ति वर्त्मा, वर्त्मा. असत्ये वर्त्मनि कृत्वा अतः सत्यं समीहते इति वाक्यपदीयस्य एकं श्लोकमस्ति. असत्ये वर्त्मनि स्थित्वा अतः सत्यं समीहते. ओन्लि इफ् यु आर् इन् द असत्य, इन् द पात् ट्रेडिङ्ग् द पात् आफ् असत्य, ओन्लि यु केन् रीच् सत्य. इफ् यु आर् आल्रेडि इन् सत्य, यु केनाट् रीच् एनिवेर्. धन्यवादाः. भर्तृहरिण श्लोकमस्ति. असत्ये, असत्ये वर्त्मनि स्थित्वा अतः सत्यं समीहते. गीतायामपि इदं पदम् आयाति. वर्त्मा इत्युक्ते मार्गः इति अर्थः अस्ति. तत्र धातुः अस्ति वृत्तधातुः. वृत्तधातोः रूपमेव वर्त्मन्. श्रुतिः इति पदमस्ति. श्रुतिः वदतु. श्रुगतौ, श्रुगतौ धातुः तिङ् प्रत्ययः. तिङ् प्रत्ययः. श्रुधातुः भुवादिगणे अस्ति. तस्य लट्लकाररूपं वयं किं दृष्टवन्तः? सरति. सरति, उत्तमं. कथं सिद्ध्यति किञ्चित् वदतु. सृ युकः शप् इति कृत्वा षित् अस्ति, कित् अस्ति इति कृत्वा गुणं भवति. सृ भवति सर्, तदनन्तरं सृ सर् युगः अकार सर् सर युकः ति सरति इति. उत्तमं, तदेव. श्रुधातोः रूपं सरति. तत्र धातोः रूपं सकारः ऋकारः अस्ति. तत्र ऋकारस्य गुणम् अर्, ऋकारस्य गुणः अपि अर् उत्तमं शपं निमित्तीकृत्य भुवादिगणे तत्र सुधातौ ऋकारस्य गुणः भूत्वा अर् भवति सर् सर्योगः आयोगः ति सरति इति रूपं सिद्ध्यति साधु महोदय धन्यवादाः वेदा भगिनी भवती करोतु युद्धं वा युद्धं युद्धम् आनकः आघवः सङ्ग्रामः युद्ध युद्धं तत् समानपदार्थशब्दः अस्ति युद्ध सङ्ग्रामः आघवः आघवः किमर्थं न जानामि परन्तु आनकः इति पदं ड्रम् अस्ति आनक इत्युक्ते ड्रम् आनक समानार्थपदं नास्ति तत्र उत्तमम् आघवः आघवविषये मे किञ्चित् वदति भगिनि आङ् उपसर्गपूर्वकं स्वेदातु युद्धम् इति नपुंसकलिङ्गपदमस्ति आहवः इति पुंलिङ्गशब्दः सङ्ग्रामः पुंलिङ्गशब्दः युद्ध अपि पुंलिङ्गशब्दः इति अहं चिन्तयामि युद्ध इति क्विप् इति प्रत्ययान्तशब्दः क्विप् प्रत्ययस्य योजनेन किमपि अवशिष्टभागः न दृश्यते अन्ते इत्युक्ते क्विप् प्रत्ययः सर्वापहारप्रत्ययः इति वदामः युद्ध इति पदं क्विप् प्रत्ययान्तशब्दः पृथक् पदमस्ति अथवा असमानार्थकं पदमस्ति आनकः भवती श्रुतवती एव गीतायां प्रथमाध्याये एव इत्युक्ते युद्धे सैनिकाः आनकान् वादयन्ति भेर्यः शङ्खाः पणवाः आनकाः गोमुखाः गोमुखाः इत्यादीनि वाद्यानि साधु अग्रिमं पदं करोतु शरीरं शरीरस्य समानार्थकपदम् अस्ति तनुः कलेवरं देहः एतानि सर्वाणि शरीरस्य समानपदम् अस्ति ततम् इति पदम् असमार्थम् अति अहं मन्ये ततं पदं किं तस्य अर्थः अहं न जानामि भगिनि ततं तनुः तनुः शरीरं कलेवरम् अपि शरीरं देहः शरीरं तनुः देहः पुल्लिङ्गशब्दः कलेवरं नपुंसकशब्दः ततं किम् अस्ति ततं तम् इत्युक्ते अन्धकारः वर्ण भगिनी उक्तवती एतेषां पदानां प्रसङ्गे किञ्चित् ज्ञातुम् इच्छामश्चेत् अहं दृष्टवती तदर्थं वदामि तनुः इति पदमस्ति वयं सर्वे जानीमः खलु अष्टमः गणः तनादिगणः तनादिगणे प्रथमसदस्यः तन् धातुः तन् धातुः अनुनासिकान्तधातुः तन् धातुतः तनादिगणे तनोति इति रूपं सिद्ध्यति तनादिकृण्भ्यः उः इति सूत्रेण तनादिगणीयप्रथमसदस्यः तन् धातोः रूपं तनोति तस्य धातोः रूपमेव तनुः अन्तिमं पदमस्ति ततं ततम् इति पदम् अपि तन् धातोः रूपमेव इत्युक्ते ततम् इति नपुंसकलिङ्गे क्ताप्रत्ययान्तरूपं ततः ततं तथा इति क्तान्तरूपाणि तत्र सिद्ध्यन्ति इत्युक्ते तन् धातुः अनुनासिकान्तधातुः अनुनासिकान्तधातुः अस्ति इति कृत्वा तत्र अनुदात्तोपदेशवनति तणोत्यादीनाम् अनुनासिकलोपो क्निति झलि इति एकं सूत्रमस्ति तेन सूत्रेण अनुनासिकलोपः भवति अनुनासिकलोपः भूत्वा कृतान्तरूपं तत इति सिद्ध्यति कृतावत्वन्तरूपं ततवान् अस्मात् धातुतः एव सन्ततिः इति पदं सिद्ध्यति तन् धातोः रूपमेव ततं कलेवरम् इत्युक्ते शरीरमेव शरीरम् इत्युक्ते किम् इति अहं दृष्टवती शीर्यते रोगादिना इति शरीरं तत्र शरीरम् इति नपुंसकलिङ्गपदमस्ति तनुः इति स्त्रीलिङ्गपदमस्ति देहः इति पुंलिङ्गशब्दः प्रत्येकं पदस्य भिन्नलिङ्गत्वमस्ति अत्र शीर्यते रोगादिना इति शरीरं क्रियादिगणे शृणाति एकं रूपमस्ति श्रूधातोः रूपं श्रूधातुतः शृणाति इति क्रयादिगणीयधातुः अस्ति तस्मात् धातुतः शरीरम् इति पदं साधितं देहः इति पुंलिङ्गशब्दः अस्ति देहः इत्यस्मिन् प्रसङ्गे दिह् धातुः अस्ति अदादिगणे दिह् धातुः. दिह् धातुः हकारान्तधातुः. तस्य लट्लकार एकवचनरूपं देग्धि. भवन्तः सर्वे श्रुतवन्तः खलु दुः इति धातुः अस्ति. दुः धातोः रूपं दोग्धि. दोग्धि इति रूपम् अस्ति. सः धातुः दुः धातुः. तथा एव अत्र धातुः दिह् अस्ति. दिह् धातोः रूपं दिह् धातोः प्रसङ्गे इगुपद्धधातुः अस्ति इति कृत्वा तत्र गुणकार्यं भूत्वा दिह् देह् भवति. घञ् प्रत्ययान्तरूपम् अस्ति देहः. किन्तु तत्र लट्लकाररूपं देग्धि. तस्य धातोः प्रसङ्गे हकारस्य स्थाने घकारादेशः भवति. दादेर्धातोर्घः इति सूत्रेण दादेर्धातोर्घः सूत्रेण घकारादेशः भवति इति कृत्वा देग्धि इति लट्लकाररूपं सिद्ध्यति. किन्तु अत्र रूपं देहः. एतावता अत्र पृथक् करणीयः शब्दः कः इत्युक्ते ततं. तस्य अर्थः तु भिन्नः. शोभा भगिनी भवती कर्तुमिच्छति वा? अत्र शरीरम् इत्युक्ते शरीरः जीर्यते, देहः वर्धते, दह्यते देहं. पश्यतु एकवारम् अष्टाध्यायी डाट् काम्. तत्र श्रू इति दीर्घरूकारान्तधातुः एकः अस्ति. श्रू इति तस्य लट्लकाररूपं शृणाति. यथा क्री अस्ति चेत् क्रीणाति. तथा एव श्रू धातोः रूपं शृणाति. श्रू धातुतः उणादिप्रत्ययस्य योजनेन ईरन् इति प्रत्ययस्य योजनेन शरीर इति प्रातिपदिकं सिद्ध्यति इति अहं दृष्टवती. तदर्थं वक्तुं शक्नोमि उणादिप्रत्ययस्य योजनेन शरीरम् इति पदं सिद्ध्यति. किन्तु शरीरम् इत्यस्य अर्थः कः इत्युक्ते शीर्यते रोगादिना इति शरीरम्. शीर्यते, तत्र शीर्यते इति पदं किं? कर्मणि लट्. श्रू धातोः कर्मणि लट् शीर्यते. किन्तु दिह् धातु तु उपचये, उपचये अत्र आङ्ग्लभाषायां ग्रो कलेक्ट् दिस् आनर् तदेव दत्तं, तदेव अहम् इति मन्ये भगिनि. अस्तु भगिनि. दिह् धातोः रूपमेव देहः. अत्र ग्रो इति स्वीकुर्मः. ग्रो तदेव अहं वदामि वर्धते. ममापि बहु भ्रमः जायते भगिनी सर्वदा. बहवः अर्थाः दीयन्ते तत्र, कस्मिन् अर्थे उक्तमस्ति इति ममापि भ्रमः जायते. शोभा भगिनी भवती करोतु. तत्र भगिनी द्वे अपि सम्यक् एव इति भासते. दे वर्धते अपि दहति अपि. तत्र धातुः भिन्नः. अस्तु, धातुं पश्यतु. दिह् अस्ति. अतः दहति एव भवति वा? किन्तु दह्यते इति देहः भवति वा इति धातुः चिन्तनीयम्. पूर्वं दृष्टवती दहति इति देह इति अमरकोशे इति दृष्टवती इति मन्ये भगिनि. दहति इति देहम् इति अथवा शब्दकल्पद्रुमे एव इति मन्ये. किन्तु यथा भवती उक्तवती दिह् देग्धि दिग्धः दिहन्ति इति भवति. तत्र दुः धातुः अस्ति. दुः धातोः रूपमेव दोग्धि. दोग्धि इति परिचितं पदमेव अस्माकं कृते. दुः इति हकारान्तधातुः. दुः धातुतः दोग्धि. तत्र उपधायां ह्रस्व उकारः अस्ति इति कारणतः दुः दोग्धि भवति. अयं धातुः अदादिगणे अस्ति. अदादिगणे विकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं न भवति. किन्तु प्रथमपुरुषे एकवचनप्रत्ययः तिप् अस्ति. तिप्रत्ययः पित् अस्ति. पित् अस्ति इति कारणतः, पित्वम् अस्ति इति कारणतः एकवचनरूपं गुणः भवितुमर्हति इति कृत्वा अत्र देग्धि इति रूपं भवति. किन्तु द्विवचनरूपं दिग्धः अत्र गुणकार्यं न दृश्यते. इत्युक्ते द्विवचनप्रत्ययः अपित् प्रत्ययः. तथा एव बहुवचनप्रत्ययः अपि अपित् प्रत्ययः. तिप् सिप् मिप् एतेषु त्रिषु प्रत्ययेषु पित्वम् अस्ति इति कारणतः तत्र तिङ् प्रत्ययं निमित्तीकृत्य अदादिगणे गुणः भवति. भवती करोतु. मित्रम् इति तत्र पर्यायवाचकाः पदानि सखा शुचिः सुहृद् सहायः इति दत्तं. तत्र सखा अपि मित्रम् अस्ति, सुहृद् इति मित्रम् अस्ति, सहायः इति कथं भवति इति न जानामि, किन्तु शुचिः तु मित्रं नास्ति, अतः तत्र शुचिः असमानार्थकं शब्दम् इति भवति. तत्र सहायः इति कथम् आगच्छति भगिनि? तत्र सः येति, सः येति, तत्र ऐ धातोः रूपम् अस्ति, ई धातोः रूपं येति. अत्र सहायः इत्युक्ते सहचरः, अनुचरः, फालोवर् इति अर्थः अस्ति. अयते सहायं करोति सः, सहायः अपि भवति. तदेव सहायं करोति, किन्तु अत्र इतोपि स्पष्टतया वक्तुमिच्छामश्चेत् सहचरः इत्युक्ते सहचरति अथवा अनुचरः, तत्र फालोवर् इत्यस्मिन् अर्थे. तत्र कष्टकाले अपि सः चरति इति, सः अयते इति, सः अधुना दृष्टवती भगिनी, सः अयते इति सहायः. तत्र अयते इत्यस्मिन् अय एति इत्युक्ते गच्छति इति अर्थे ई धातुः अस्ति खलु, ई धातुः एति इतः यन्ति इति रूपाणि भवन्ति, सः एति. सखा इत्यस्य प्रसङ्गे वदतु. इन् गतौ, उत्तमं भगिनी. सखा प्रसङ्गे वदतु. सखा तत्र सखा इति नपुंसकलिङ्गे अस्ति वा? तत्र मित्रमिति नपुंसकलिङ्गे अस्ति, अपि च स्त्री अपि पुंलिङ्गे भवति. सखा इति अत्र किञ्चित् वक्तुमिच्छामि. सखा इति विशिष्टं पदं. सखा इति ईकारान्त पुंलिङ्गशब्दः. सखा, सखायौ, सखायः, सखायं, सखायौ, सखीन् इत्युक्ते पुंलिङ्गशब्दः अयं शब्दः. विरलतया ईदृशानि पदानि दृश्यन्ते. सुहृद् इति हलन्तशब्दः, दकारान्तशब्दः. सुहृत् इति पदस्य अर्थः कः इति पश्यामश्चेत्, शोभनं हृदयं यस्य सः. शोभनं हृत्, तत्र हृदयम् इत्यस्मिन् प्रसङ्गे पदद्वयमपि साधु एव. हृत् इति पदमपि साधु, हृदयम् इत्यपि साधु. शोभनं हृदयं यस्य सः, तत्र हृत् इति एकः शब्दः अस्ति. हृत् शब्दः अपि क्विप् प्रत्ययान्तशब्दः. अन्तिमं पदमस्ति, अन्तिमं पदं साधु भगिनी, साधु उक्तवती. भूमा भगिनी भवती करोतु. सैन्यं, सेना, अनीकं, चमूः, हृषीकं. सैन्यं, सेना, अनीकं, चमूः समानार्थकपदं पदानि. हृषीकम् अन्य असमानार्थपदम्. हृषीकं चर्चितवन्तः. हृषीकम् इन्द्रियाणि. सेना आकारान्तस्त्रीलिङ्गः, सेना. अनीकं चमूः ऊकारान्तस्त्रीलिङ्गः एव, ऊकार, दीर्घ ऊकार. उत्तमम्. चमूः इति ऊकारान्तस्त्रीलिङ्गपदमस्ति, सेना इति आकारान्तस्त्रीलिङ्गपदमस्ति, अनीकम् इति अकारान्त नपुंसकलिङ्गपदं, यथा सैन्यम् अकारान्तपदं भवति. हृषीकम् इत्युक्ते इन्द्रियं. तत्र हृष्यति अनेन, हृष्यति इति पदं दिवादिगणे अस्ति, दिवादिगणीयधातोः रूपमेव हृष्यति. हृषीकम् इत्युक्ते इन्द्रियं, हृषीकेशः इत्युक्ते श्रीकृष्णः. अग्रे वदतु. शुद्धवाक्यानां पुरतः चिह्नं लिखत. शुद्धवाक्यानां षष्ठी बहुवचनं. पुरतः अग्रे, पुरतः अस्ति चेत् षष्ठी विभक्ति उपयोगं कुर्मः. पुरतः, पृष्ठतः, दक्षिणतः वदतु. चिह्नं, चिह्नं लिखत. लिख् धातु सकर्मकधातु. चिह्नं द्वितीयाविभक्ति एकवचनं. गते सप्ताहे अहं किञ्चित् श्रुतवती, तदर्थं वदामि. केवलं दक्षिणभारते एव चिह्नं इति उच्चारयन्ति, उत्तरभारते तु सर्वे विद्वांसः चिह्नम् इति एव, केवलं दक्षिणभारते एव चिह्नम् तस्य उच्चारणं तादृशरीत्या कुर्वन्ति इति. तत् किमर्थं दक्षिणभारते एवं रीत्या उच्चारणं कुर्वन्ति, तत्रापि कारणमस्ति. तत्र उच्चारणस्थानं किं, तत्र उच्चारणसादृश्यम् अस्ति इति कारणतः चिह्नम् इति एव वक्तव्यम् इति दक्षिणभारते. ब्रह्मन्वत् किल भगिनि? तथा एव, तत्रापि ब्रह्मन् अस्ति. अस्य उच्चारणं सर्वदा चिह्नम् इति एव वक्तव्यं वा इति प्रश्नः अस्ति, बहुकालात् अस्ति. किन्तु अत्र उत्तरं किम् इत्युक्ते, उत्तरभारते तु ते चिह्नम् इति वदन्ति, किन्तु दक्षिणभारते चिह्नम् इति उच्चारयन्ति. तत्रापि कारणमस्ति, किमर्थम् इत्युक्ते उच्चारणस्थानसाम्यवशात् तथा वक्तव्यम् इति दक्षिणभारते पण्डिताः वदन्ति. एकदा श्रीकृष्णः अर्जुनः सात्यकिः च वनविहारार्थं गतवन्तः. अशुद्धवाक्यम्. अर्जुनः रात्रौ रक्षणार्थं त्रयः उपविष्टवन्तः. शुद्धवाक्यमेव. तत्र पश्यतु, त्रयः उपविष्टवन्तः रक्षणार्थम्. ओ, रक्षणार्थं त्रयः उपविष्टवन्तः. ओ, अशुद्धवाक्यमेव. एकमेव उपविष्टवान्. साधु भगिनि. अरुण भगिनी भवती करोतु. रात्रौ रक्षणार्थं प्रथमः पर्यायः कृष्णस्य आसीत्. अशुद्धमस्ति प्रथमः. सात्विकेः पर्यायः. पिशाचः मल्लयुद्धार्थम् आहूतवान्. शुद्धमेव भगिनी, सर्वान् त्रयाणाम् अपि मल्लयुद्धार्थमेव आहूतवान्. उत्तमम्. अग्रिमं. कृष्णः पिशाचं वृक्षे बद्धवान्. अशुद्धमस्ति कृष्णः पिशाचं अञ्चलः उत्तरीयसञ्चले बद्धवान्. वयं पठितवन्तः. अग्रिमं करोतु. क्रोधपिशाचस्य प्रकृतिः एषा अपेक्षा क्षीणा भवति. उपेक्षया क्षम्यता, अपेक्षया उपेक्षया छिन्ना भवति. शुद्धमस्ति भगिनि. उत्तमं. साधु वाक्यमेव. उत्तमं भगिनि, साधु. दर्शन भगिनी, किञ्चित् क्रोधपिशाचस्य प्रकृतिः एषा अस्ति, उपेक्षया क्षीणा भवति सा इति लिखितमस्ति. तस्मिन् प्रसङ्गे किञ्चित् वदतु दर्शन भगिनी, नो चेत् अत्र गोमति भगिनी किञ्चित् वदतु. क्रोधपिशाचस्य प्रकृतिः एषा, उपेक्षया क्षीणः भवति. तस्य उदासीनं वयं कुर्मः चेत् तस्य वर्धनं न भवति. यदा वयं तस्य उपचारं कुर्मः चेत् तस्य वर्धनमेव भवति. तस्य उपेक्षामेव करणीयम्. तदेव. साधु भगिनि. प्रिया भगिनी, भवती अपि किञ्चित् वदतु अस्याः कथायाः प्रसङ्गे. यदा वयं क्रोधस्य उपेक्षां करोमि चेत् कुर्मः चेत् तत् स्वयमेव दुर्बलः भवति. यदा अहं पिशाचस्य प्रत्युत्तरेण तस्य तत् वर्धते. क्रोधः वर्धते. भवती स्वयम् अनुभूतवती वा एवम्? अहम् अनुभूतवती, तदर्थं वदामि. अहम् अनुभूतवती. अरविन्द महोदय किञ्चित् वदतु अस्मिन् प्रसङ्गे. मम मनसि एवं गीता श्लोकस्य गीता द्वितीयश्लोकस्य सोपानानि एव चिन्तयामि. सङ्गात् सञ्जायते कामा, कामात् क्रोधोऽपि जायते, क्रोधात् भवति सम्मोहः, सम्मोहात् स्मृतिभ्रंशः, स्मृतिभ्रंशात् बुद्धिनाश, बुद्धिनाशात् प्रणश्यति इति. एवं क्रोधं भवति सङ्गात्, सङ्गात् यदि विमुखता भवति अन्यकारणेन स्वेच्छया नास्ति कृत्वा क्रोधः भवति. तत्र तत्र रागमस्ति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे तस्य नष्टचिन्तनमस्ति इति कृत्वा क्रुद्धो भवति. यत्र क्रोधः भवति चेत् अहङ्कारस्य अपि क्षतं भवति. न महोदय, किञ्चित् आङ्ग्लभाषया वदतु, आङ्ग्लभाषया विवृणोतु. Actually, all reactions of the mind are based on the desire and its, you know, separation from the achievement. If it is any desire, when it is not achieved, there are two forms of klesha which can happen in the mind. Either it will be in the form of a sorrow or it will be in the form of krodha. Both are of the either side of the coin. When what the krodha comes, when you feel that you should have got it, and if you get sorrow is because you are incapable. So one is asahayata, one is where you are feeling defeated. So when you are feeling defeated, krodha comes, and where you are asahayata avastha is defeated, then you feel sorrow for it. In both the cases, the cause is that ishta siddhi na bhavati. So when krodha comes, what is actually, you are covering up your loss with a psychological protection, saying that you are still strong, but you know, this is something which I should have achieved. That is what is the reason for the krodha. And once the krodha happens, it, you will forget about the cause and the effect, and buddhi nasha bhavati. Then you have no control on the thing. So reaction to loss of desire is the most important aspect to control both dukkha and krodha. If you can control your reactions, then you can control both your sorrow as well as your krodha. That's what I found out. Mahodaya, for that reaction, that pratikara, in the other class, you said another shloka. Can you say that also? Pratikara. Pratikara, how to do pratikara? There was another shloka that you quoted there. Which one? It came in Shanubhuti iti manne. Right. Sahanam sarvadukkanam apratikara purvakam. That is titiksha. That is when you are, you know, sahanam sarva dukkhanam. Sarva dukkha, this is all, that is representing all reactions. So apratikara means when you don't have a reaction towards that, then you are having forbearance to face both success and failure with equanimity. That will come only from titiksha, because you are neither worried about the success nor worried about the loss. And your reactions are under your control. You are not under the control of the reaction of your mind. That is where the titiksha comes in, helping us for doing that. Yes, thank you. Thank you. Shobha Bhagini, bhavatyah chintanam kim? Itopi kinchit vadatu. Anglabhashaya vadatu. He covered it, Mahodaya covered it very well, Bhagini. Tavadeva, that aparokshanubhuti, that shloka that comes from there, that pratikaram eva, for both, that sahanam, before giving pratikaram or feeling pratikaram, so to take that moment to take it in and take a second to see it for what it is and then reacting will save us a lot of grief. It's very difficult to do, I know. Like you were saying, Bhagini, we all have that anubhava. So, faced with something that hurts our feelings, because we, at that, before it comes to us, we fail to see it for what it is as an observer and take it personally. And again, it's very difficult to do, but with practice, I think we can get there. So, before reacting, with what is that balance, to see it for what it is as an observer, it's a thought, and now I'm going to react to it. How should I react? If we do that, then it will benefit. It will be very beneficial, because then all of this can be prevented. Like Krodha Pishacha, his job is to create that reaction, create that Krodha, create whatever other negative qualities. So that is the Krodha Pishacha. And in any event in life, any moment, thing that happens, every moment we have that option to react in as a sthita prajna, or just get caught up in it by forgetting that we are the observer and that is just a thought coming from somebody. Bhagini, can I say something? If I'm going to tell about the deeper thing, that all the pros and cons for the angriness or sadness, it's for our mind's effect, not our soul. If we think that our soul doesn't touch with anything, then we don't feel sad or angry or anything. What is its practical application? Aruna Bhagini, ekvaram vadatu vishayasya. Indifference to everybody. Events happen, you act on the event, not react to the event. Normally we're not aware of the situation, we forget the jnanam part, that we are not the body, mind, but so we react to the situation rather than acting on the situation. Bhagini, it takes so a long time to realize that and to study that yes, all those things happen is in our mind, not in our soul. So our soul is just अभ्यासवैराग्याभ्यां वस्तुसिद्धि दट्स् अ सूत्र इन् द पतञ्जलि योगसूत्र फोर् द योगा मार्ग सो दर् अभ्यास इस् मेण्डेटरि फोर् विच् अवर् पात् यु टेक् भक्तिमार्ग ज्ञानमार्ग वर् ज्ञानमार्ग वार् वर्तते but abhyas vairagyabhyam, so now the vairagya is also equally important in all the things, but that is where the desire and the viraga for the desired object, vairagyam, that is vigata ragam eva vairagyam. So if you have a viraga for towards a vastu, then vastu cannot control you. If you have a raga, then you become a slave to the vastu. So vastu siddhi will happen only if you have abhyasa and vairagya. Abhyasa, vairagya, abhyam, vastu siddhi. Vivekam also, Vivekam comes out of vairagya. Vairagya, okay. Bhagini, I would like to add one more thing to that. There, again, that Ramana Maharshi's Upadesha comes in very helpful, handy. Becomes very helpful, handy. Always remember koham, who am I? So the answer is, of course, I am that all-pervading Brahman. Again, it seems difficult, but it stays in the mind with the continued practice. So who am I? And he used to say that to whom are these thoughts? when you have these thoughts, anger or any emotions, ask, to whom are these thoughts? They are to the body, meaning all the three bodies. Stula, Sukshma, Karana also, body means that. So it is, but it does not affect me. It is all, because I am always who I am, who I was, who I ever will be. So everything is happening to the body through the vasana, gunas and all those things. But one thing to remember is, always remember, who am I? It even helps after something has happened to remember who am I. And then it kind of brings us back to the center again. It's when we go off the center, this happens. So true, Bhagini. A logical way to look into it is when we have Nirmala Chittam, that means nothing is preloaded in the brain, it is very easy to absorb a new topic. That means it's very easy to grasp a new topic, or even if we are studying, it is very easy to concentrate if you have Nirmala Chittam. If your mind is already preloaded with so many emotions, naturally it's very difficult to concentrate on the current task. And that is a very practical shloka also to remember, Bhagini. I'm using that all the time. Dr. Radhakrishnan's famous quote is that whenever you are becoming angry, you know that you are becoming angry, count 1 to 10 and 10 to 1. Then your anger will go. Because the mind will get distracted from that topic to something else. The mind's connection. Yeah, uttama bhavati. Manameva manushyanam karanam bandhamokshayoho. We have to control our mind. Sadhu chintanam krutavantaha. Agrime saptahe upasarganam prasange chintanam karishyamaha sarvesham. Dhanyavadaha.